नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति निजन्तप्रसङ्गे प्रयोज्यकर्तुः कर्मत्वम् इति विषयः. तत्र अभ्यासः प्रवर्तमानः अस्ति. गतवर्गे अत्र द्वादशतमम् उदाहरणम् अस्माभिः दृष्टं, पाचकः ओदनं पचति इति दृष्टम्. इदानीम् अग्रिमम् अस्ति छात्रः श्लोकार्थम् अवगच्छति इति. अत्र विजयलक्ष्मी भगिनी वदति वा किमस्ति अत्र इति? आं भगिनि, अत्र अवगच्छति इति अस्ति, तत् बुद्ध्यर्थकः इति वक्तुं शक्यते खलु भगिनि? आम् सत्यम्. अत्र अवगच्छति इति तु बुद्ध्यर्थकः, अतः श्लोकार्थम् अर्थम् इत्यपि अस्ति, अतः बुद्ध्यर्थकः अस्ति. छात्रः श्लोकार्थम् अवगच्छति इति कर्तरिप्रयोगः. गुरुः छात्रं श्लोकार्थम् अवगमयति इति कर्तरि निजन्तप्रयोगः. एतस्य इदानीं कर्मणि प्रयोगे छात्रेण श्लोकार्थम् अवगम्यते, गुरुणा न. पुनः कर्मणि प्रयोगे वाक्यं किम् अस्ति? छात्रः श्लोकार्थम् अवगच्छति, छात्रेण श्लोकार्थम् अवगम्यते. अत्र श्लोकार्थम् इति भवेत् वा? अर्थम् इति तु सर्वदा नपुंसके एव आगच्छति इति मन्ये. किमर्थं श्लोकार्थम्? न, इत्युक्ते तत्र चिन्तनीयः विषयः इत्युक्ते तत्र श्लोकार्थः इति कीदृशसमासः? श्लोकस्य अर्थः षष्टितत्पुरुष इति मन्ये. ओ अस्तु, श्लोकार्थः छात्रेण श्लोकार्थः अवगम्यते. न, कीदृशसमासः? कीदृशसमासः? तादर्थ्ये इति वा? सत्यम्. विग्रहवाक्यं कथं भवति? श्लोकस्य अर्थं किमर्थं तस्य अर्थं, श्लोकस्य अर्थम् इति एव भवति खलु भगिनि? न, तादर्थ्ये किम् अस्ति, विभक्तिः का? चतुर्थी भवति तादर्थ्ये. विग्रहवाक्यं कथं भवति? तदर्थः इति वदामः चेत् किं? तदर्थं पुस्तकम्. तदर्थं पुस्तकम् सम्यक् न जाने. तदर्थम् इत्युक्ते तस्मै अर्थम् इति. तस्मै इदं तदर्थम् एवम्. अत्र श्लोकाय इदं श्लोकार्थम् इत्युक्ते अत्र क्रियाविशेषणरूपेण प्रयुक्तः अस्ति वा? श्लोकाय इदम् अत्र तु क्रियाविशेषणम् इति नास्ति खलु. अत्र तु कर्मपदम् इति. कर्मपदरूपेण अस्ति खलु, अतः कर्मणि प्रयोगे वाक्यं कथं भवति? छात्रेण श्लोकार्थः अवगम्यते इति स्यात्. छात्रेण श्लोकार्थः अवगम्यते इति स्यात्. गुरुणा अत्र कारिका आगच्छति इन्टु प्ले, अतः कर्मणि प्रयोगे अस्माकं विवक्षा अनुगुणं वाक्यद्वयं सिद्ध्यति. यदि प्रधानकर्मणः विवक्षितः भवति तदा क्रियया सह तस्य सम्बन्धः भवति. अतः गुरुणा छात्रः श्लोकार्थम् अवगम्यते इति भवति. अथवा शुद्धकर्मणः यदि विवक्षा भवति तदा गुरुणा छात्रं श्लोकार्थः अवगम्यते इति भवति. सम्यक्, समीचीनं समीचीनं. सर्वैः बुद्धं वा अत्र कथमस्ति इति? भगिनी एकः प्रश्नः, तत्र तादर्थ्ये कथं भवति? तत्र प्रकृतिविकृतिभावः अस्ति चेत् एव तादर्थ्ये भवति न, उपायदारु इति. श्लोकार्थः तु षष्ठीतत्पुरुषे भवितुम् अर्हति किल? न न न, तादर्थ्ये इति अत्र प्रकृतिविकृतिभावः इति एव इति नास्ति खलु? तदेव स्मरामि तत्र चतुर्थी तदर्थार्थ बलिहितसुखरक्षितैः. परन्तु तदर्थशब्दः तु केवलं प्रकृतिविकृतिभाव एव ग्राह्याः इति अस्माकं करपत्रे मम स्मरणम् अस्ति, मम स्मरणे अस्ति. न न, तर्हि तस्मै न, अत्र तु अर्थशब्देन समासः, अत्र तु अर्थशब्देन समासः. अर्थशब्देन समासः चेत् तत्र तु शब्देन समासः. तस्मै इदं तदर्थं, तस्मै अयं तदर्थः इति अस्ति खलु? अस्तु अस्तु अस्तु. इत्युक्ते तत्र तदर्थः इति यदा वदति तत्र तु प्रकृतिविकृतिभावः तु सत्यमेव. तदर्थः इति तत्र तु प्रकृतिविकृति, अत्र तु तादर्थ्ये इति साक्षात् नास्ति. तादर्थ्ये चतुर्थी इति नास्ति अत्र. अपि च किं तादर्थ्ये चतुर्थी वाच्या इत्यत्र तु प्रकृतिविकृतिभावः नास्ति, उपकार्य उपकारकभावः. एवं वा? यतोहि तत्र तदर्थार्थ इति अस्ति खलु, तदर्थार्थ इति अस्ति अर्थशब्दः तस्मिन्. तत्र प्रथम तदर्थः यः अस्ति तत्र तु प्रकृतिविकृतिभावः आवश्यकः. अस्तु, प्रथमतदर्थः. तदनन्तरम् अर्थशब्देन यत्र समासः भवति तत्र तु प्रकृतिविकृतिभावः न इष्यते. इष्यते, अस्तु अस्तु, हा अस्तु, समीचीनम्. अर्थद्वितीयार्थः अस्ति, समीचीनं भगिनि, तत् विस्मृतं मया. अस्तु इति अत्र तु तादर्थ्ये इति नास्ति, अत्र वस्तुतः अत्र तादर्थ्ये इति नास्ति. हा सत्यं सत्यं, तत्र द्वितीयार्थः अस्ति, तत्र तादर्थ्ये इति अस्ति. अस्तु, यत्र तादर्थ्ये अस्ति तत्र तु उपकार्य उपकारकभावः अपेक्षितः अस्ति, अत्र तु तादर्थ्ये इति नास्ति. अत्र अर्थशब्देन समासः, यत्र द्विजाय अयम् इति चेत् द्विजार्थः सूपः इति. सत्यं सत्यं, तस्मै इदं पुस्तकं तदर्थं पुस्तकम् इति अस्ति. धन्यवादः. अस्तु, समीचीनम्. इदानीम् अग्रिमं तत्र भवती एव करोतु. एवं वा? पुरुषन् कक्षायाम् अस्माकं प्रश्नः एकमासीत् न भगिनी, एकः आसीत्. तत्र तु यदि धातोः उपसर्गः अस्ति तत्रापि कर्मत्वं, प्रयोज्यकर्तुः कर्मत्वं भवति वा इति प्रश्नः आसीत् किल. धातोः उपसर्गः किमस्ति चिन्तनं, किं भवति तत्र धातोः अर्थः विद्यते किल? यदि उपसर्गः अस्ति चेत् तत् परिवर्तनं भवति, तेन कारणेन न भवति इति चिन्तयामि. न जानामि सम्यक् अस्ति वा न इति. पुनः वदतु किम् उक्तं? धातोः उपसर्गेण तत्र अर्थः भेदः भवति किल तदुपसर्गेण, तेन कारणेन यत् धातोः अर्थः अस्ति तत्र तु परिवर्तनं भवति. अतः कतिपुत् इत्यस्मिन् तु सूत्रे किमपि न विवक्षितम्, अतः तत्र न भवति इति चिन्तयामि. न जानामि तत् सम्यक् अस्ति वा न भवति इत्यस्य कः अर्थः? प्रयोज्यकर्तुः कर्मत्वं न प्राप्नोति इति एव आशयः न तत्र सामान्यधातोः इति. तत्र तु इदानीम् उपसर्गेण धातोः अर्थः परिवर्त्यते चेत् न भवति इत्यस्य कः अर्थः? न भवितुमपि अर्हति खलु भवितुम् अर्हति अत्र पश्यतु अवगच्छति इत्यस्मिन् तु बुद्ध्यर्थकधातुः अस्ति यतः बुद्ध्यर्थके अर्थे अस्ति तेन कारणेन तत्र भवति परन्तु यदि उपसर्गः योजयामः कुत्रचित् तु धातोः अर्थः आवल्यां न भवितुम् अर्हति तेन कारणेन तत्रापि भवितुम् अर्हति सत्यं तथापि भवितुम् अर्हति तथापि भवितुम् अर्हति अत्र तु वस्तुतः गम् धातुः तु गत्यर्थकः अस्ति सत्यं वस्तुतः परन्तु तत्र अव इति योजनेन बुद्ध्यर्थकः जातः सत्यं तर्हि इदानीं बुद्ध्यर्थकः इति स्वीकृत्य कर्मत्वम् एवमेव उपसर्गस्य योजनेन धातोः अर्थस्य परिवर्तनं भवति चेत् तदनुगुणं निर्णयः कर्तव्यः अस्तु तदेव मम उत्तरमपि परन्तु तत् सम्यक् वा न इति न ज्ञातवती समीचीनं यतोहि तत्र गत्यर्थ सूत्रे किम् उक्तं गति बुद्धि प्रत्यवसानार्थशब्दकर्म इति उक्तम् इत्युक्ते गत्यर्थकधातुः इति अर्थः गत्यर्थकधातुः यस्य कस्यापि धातोः गतिः इति अर्थः अस्ति चेत् तस्य ग्रहणम् इदानीम् उपसर्गस्य योजनेन कस्यचित् धातोः गतिः इति अर्थः लभ्यते चेत् तस्यापि ग्रहणं स्यात् अस्तु अवगच्छामि सत्यम् अस्तु द्वितीय उदाहरणमस्ति वृत्तः उपविशति प्रयोजककर्ता तरुणः अस्तु वृत्तः उपविशति इति कर्तृप्रयोगे वृत्तः उपविशति तरुणः उपविशति इति अकर्मकः धातुः अस्ति उपविशति अपि अकर्मकः धातूनाम् एव योजयितुं शक्यते यतोहि तत्र अतः तत्र प्रयोजककर्तुः कर्मत्वं प्राप्नोति प्रयोजककर्ता तरुणः अस्ति तरुणः वृत्तम् उपविशति इति कर्तृप्रयोगे अस्ति कर्मणि प्रयोगे वृत्तेन उपवेश्यति इति भवति तत्र प्रयोजककर्तुः वृत्तेन इति भवति तत्र निजन्तवाक्ये तरुणेन भवति तरुणेन वृत्तम् उपवेश्यति न तत् वृत्तम् इति अस्ति वृत्तः कर्मणि प्रयोगे किमस्ति वाक्यम् हा तत्र तु वृत्तम् इति न एकनिमिषं भगिनि तत्र वृत्तः इति भवति वृत्तः तरुणेन वृत्तः उपवेश्यति एव भवति तत्र वेश्यते नास्ति प्रथमतया कर्मणि प्रयोगे सामान्यकर्मणि प्रयोगे वदतु वाक्यं वृद्धेन उपवेश्यते इति भवति न उपवेश्यते इति कथम् उपविश्योकः यक् विश्यति उपविश्य विश्यत तत् उपाविशति न उपाविशति उपाविशतु वे इति भवति न गुणः भवति यक् इति अर्धधातुः न यक् प्रत्ययः कीदृशप्रत्ययः उपाविश्यते न यक् प्रत्ययस्य कीदृशस्वभावः अर्धधातुकप्रत्ययः अस्ति सत्यम् अनन्तरम् अर्धधातुप्रत्ययः परन्तु कित् अस्ति अस्तु अस्ति चेत् किं भवति गुणः न भवति गुणः उपविश्यते इति भवति अस्तु उपविश्यते एव उपविश्यते वृद्धेन उपविश्यते क्षम्यभगिनि तरुणेन वृत्तः उपविश्यते एव भवति तत्रापि उपविश्यते न उपविश्यते किल निजन्तमस्ति क्षम्यतां भगिनि अधुना तु ब्रह्म निजन्तविषये भ्रमः एव न स्यात् किम् उपयोगः वेशयति इति अस्ति खलु उपवेशयति इति वेश इत्यत्र अकार उपवेश्यते इति भवति कर्तरीप्रयोगे यद्रूपम् अस्ति तद् तत् सम्यक्तया जानीमः चेत् कर्मणि प्रयोगे क्लेशः न श्रूयते मध्ये न श्रूयते वा मध्ये मध्ये भग्नः भवत् भग्नः न अहं किम् इदानीं श्रूयते वा न अहं किम् उक्तवती इति चेत् कर्तरीप्रयोगे निजन्तप्रसङ्गे तत्र रूपं किम् अस्ति पुनः न स्यात् पुनः भग्ना जाता भगिनि एकवारं वदति वा सम्यक् श्रूयते मध्ये मध्ये एवं वा भग्ना जाता न न मध्ये मध्ये भग्ना जातम् श्रूयते वा श्रूयते खलु श्रूयते भगिनि चेत् कर्तरीप्रयोगे निजन्तरूपं किम् अस्ति इति जानीमः चेत् कर्तरी कर्मणि प्रयोगे क्लेशः एव नास्ति अस्तु उपवेशयति इति अस्ति चेत् तादृशमेव रूपं भवति कर्मणि प्रयोगे अपि उपवेश्यते आम् सत्यं भगिनि पुनः वदामि एकवारं पुनः वदामि भगिनि वृत्तः उपविशति इति सामान्य कर्तृप्रयोगे वाक्यमस्ति तत्र कर्तृप्रयोगे तरुणः वृत्तम् उपवेशयते उपवेशयति इति भवति कर्मणि प्रयोगे वृद्धेन उपवेश्यते इति भवति उपविश्यते उपविश्यते तत् उपविश्यते क्षम्यतां वृद्धेन उपविश्यते तरुणेन वृद्धः उपवेश्यते हा तत्र उपवेश्यते इति भवति आम् सम्यक् सम्यक् इदानीं समीचीनम् क्षम्यतां तर्हि इदानीं समीचीनं तर्हि इदानीम् अग्रे शोभा भगिनी आं भगिनि अग्रिमं वाक्यं छात्राः क्रीडन्ति प्रयोजककर्ता रमेशः क्रीडन्ति इति क्रियापदं क्रीडिति धातुः तत्र भगिनी क्रीडिति धातुः गत्यर्थकधातुः इति अपि स्वीकर्तुं शक्नुमः किन्तु क्रीडा का अस्ति इत्यस्यापि प्रश्नः भवति वा तत्र कीदृशं स्वीकरोमि तत्र गत्यर्थकधातुः क्रीडा इति गत्यर्थकधातुः नास्ति अस्तु हा क्रीडा एव क्रीडायां गतिः भवति किन्तु गत्यर्थकधातुः नास्ति क्रीडति इति चेत् क्रीडां करोति इति एव अस्तु तत्र गतिः भवेत् वा न भवेत् तर्हि गत्यर्थकधातुः नास्ति केवलं क्रीड् इति धातुः छात्राः क्रीडन्ति इत्यस्य कर्मणि शुद्धकर्मणि प्रयोगः छात्रैः क्रीड्यते इति भवति तत्र क्रीडिति न कर्तरिप्रयोगे तत्र छात्राः क्रीडन्ति इति कर्तरिप्रयोगे अस्ति शुद्धकर्मणि प्रयोगे निजं भगिनि अस्तु वदतु अस्तु निजन्तं वदतु एकवारं क्रीडिति अकर्मकधातु अतः प्रयोजककर्ता रमेशः इदानीं निजन्तप्रयोगे रमेशः गत्य किन्तु अकर्मकधातुः इत्यनेन गतिबुद्धिप्रत्यवसान इति सूत्रेण प्रयोज्यकर्तुः कर्मत्वं भवति छात्राः इति तेषां कर्मत्वं भवति चेत् छात्रान् इति भवति रमेशः छात्रान् क्रीडयति इति निजन्तवाक्यं भवति सम्यक् हा अकर्मकधातुः तत्र कर्मपदं किमपि नास्ति इदानीं निजन्तकर्मणि प्रयोगे गत्यर्थकधातुः इति कृत्वा अस्माकं वार्तिका न न न गत्यर्थकः नास्ति भगिनि क्षम्यतां गत्यर्थक इति न अकर्मक इति वक्तुम् इष्टवती अकर्मकधातुः वार्तिका वदति तत्र कर्मणि शुद्धकर्मणि एकवारं वदतु शुद्धकर्मणि छात्रैः क्रीड्यते इति एव भवति तत्र यतोहि कर्मपदं नास्ति तत्र वृक्षेण वर्धते छात्रैः क्रीड्यते इति एव भवति खलु भगिनि. सम्यक् सम्यक् सम्यक्. इदानीं निज निजान्तप्रयोगे कर्मणि प्रयोगे रमेशेन अकर्मकधातुः इत्यनेन तत्र विकल्पः न भवति, केवलम् इत्युक्ते तत्र एकक्षणं भगिनि, अकर्मकधातूनां तु कर्मत्वम् एव भवति, तत्र कर्मत्वम् एव भवति, अतः विकल्पप्रयोगः नास्ति यत्र एकस्मिन् प्रयोगे कर्मपदम् एकस्मिन् प्रयोगे कर्तृपदम् इति. अतः रमेशेन छात्रान् किम् अद्य किञ्चित् भ्रमः जातः भगिनि क्षमताम्. न अत्र वाक्ये कर्मपदद्वयम् अस्ति वा एकमेव कर्म अस्ति वा? एकमेव अस्ति. आम् आम् आम् एकमेव अस्ति चेत् कर्मणि प्रयोगे तदेव उक्तं भवति खलु? सत्यं. रमेशेन छात्रान् छात्रान् इति क्रीड्यन्ते इति एव भवति. छात्राः कर्मणि प्रयोगे छात्रान् इति कथं? त्रीणि एकमेकं खलु कर्मणि प्रयोगे? तर्हि छात्रान् इति कथं? कर्मपदं तु लब्धं, तर्हि तत्र छात्र इत्यस्य का विभक्तिः स्यात्? तिङ् प्रत्ययेन तत्र प्रथमविभक्तिः स्यात्. क्षम्यतां भगिनि किञ्चित् अद्य अस्तु प्रथमविभक्तिः तत्र यतोहि क्रियापदेन इत्युक्ते तत्र तिङ्प्रत्ययेन कर्म उक्तं भवति इति कृत्वा तस्य प्रथमविभक्तिः भवति. उक्तम् इति कृत्वा प्रथमविभक्तिः भवति. कर्मणि प्रयोगे इदानीं वाक्यं रमेशेन छात्राः क्रीड्यन्ते इति, तत्र छात्राः इति कर्मपदं भवति, प्रथमविभक्तौ भवति यथा उक्तः भवति इति कृत्वा, अपि च अकर्मकधातुः अतः कर्मपदद्वयं तु न भवति, तावदेव अस्ति तत्र. सत्यम्. इत्युक्ते अकर्मकधातु प्रसङ्गे क्लेशः एव न स्यात्, एकमेव तत्र कर्मपदम् अस्ति, अतः किम् उक्तं किमनुक्तम् इति तत्र क्लेशः एव न स्यात्. यतोहि कर्मणि प्रयोगः अस्ति चेत् कर्म उक्तमेव भवति खलु? एकमेव अस्ति, तदेव उक्तं भवति, तावदेव. अस्तु, अग्रिमम् अरुणा भगिनी अग्रे. आं भगिनि, यात्रिकाः पर्वतं पश्यन्ति इति कर्तरिप्रयोग अन्यन्तावस्था. प्रयोजककर्ता पर्वतेन पर्वतनेता. ओके, कर्मणि शुद्धकर्मणि प्रयोगे यात्रिकेन पर्वतं दृश्यन्ते. कर्तरिप्रयोगे किम् अस्ति वाक्यं? निजन्तकर्तरि. निजन्तकर्तरि पर्वतनेता यात्रिकै यात्रिकान् यात्रिकान् पर्वतं दृश्यन्ते. तत्र धातुः कः? निजन्तरूपं किं? दृष्टातु भगिनि. दृष्टातु अस्ति चेत् निजन्तरूपं किम्? दृश्यन्ति. न, अत्र निजन्तप्रसङ्गे हलन्तधातुः अस्ति चेत् इगुपदधातुः अस्ति चेत् गुणः भवति खलु? निजन्तप्रसङ्गे त्रीणि एव सूत्राणि. अजन्तधातुः अस्ति चेत् अचोयणिति इत्यनेन वृद्धिः, अनन्तरं हलन्तधातुः अस्ति चेत् इगुपदधातुः अस्ति चेत् उगन्तलघुपदस्य च अदुपदधातुः उपदायां ह्रस्वकारः अस्ति चेत् अत उपदायाः इत्यनेन वृद्धिः इति त्रीणि एव सूत्राणि. तर्हि दृष्टातोः योगे प्रयोज्यकर्तुः कर्मत्वम् अस्ति वा? कर्मत्वम् अस्ति भगिनि, वार्तिकेन अस्ति. वार्तिकेन वार्तिकं किम् किमस्ति वार्तिक? दृश्येश्च विशिष्टज्ञानार्थधातुः दृश्य. सत्यं सत्यम् अस्तु. इदानीं शुद्धकर्मणि, शुद्धकर्मणि पर्वतन्यत्रा भगिनि, नेत्र नेत्र नेताभिकं श्रोत यात्रिकैः पर्वतं दर्शयन् दर्शयन्ति दर्शयन्ति दर्शयति. कर्मणि निजन्तरूपमस्ति. शुद्धकर्मणि पुनः एकवारं. शुद्धकर्मणि यात्रकैः पर्वतं दृश्यते. किमर्थं पर्वतम्? नियमः कः कर्मणि प्रयोगे? यात्रिकैः पर्वतः दृश्यते. सम्यक् सम्यक्. यात्रिकैः पर्वतः दृश्यते. पर्वतः इति कर्म अस्ति. दृश्यते इति तिङन्तप्रत्यये तिङन्तपदेन कर्म उक्तम् इति कृत्वा प्रथमविभक्तिः. निजन्तकर्मणि प्रयोग पर्वतनेता पश्यन्ति इति यात्रिकाः पर्वतः पश्य प्रयोजककर्तुः का विभक्तिः स्यात्? तृतीयविभक्ति. तर्हि रूपं पर्वतनेत्र पर्वतनेत्र यात्रिकाः पर्वतं दृश्यन्ते दृश्यन्ते एव दृश्यन्ते दृश्यन्ते नास्ति गुणः भवति खलु निजन्तप्रसङ्गे. ओके ओके ओके. दर्शयन् दर्शयते दर्श्यन्ते. ओ दर्श्यन्ते दर्शयति इति निजन्तकर्तरि खलु दर्श दर्श यकारात् पूर्वं यः अकारः अस्ति सः अकारः लुप्यते सर्वत्र. अतः दर्श्यन्ते दर्श्यते किल भगिनि पर्वतं दर्श्यते किमर्थं दर्श्यन्ते किं किं किम् उक्तमस्ति अत्र? प्रथमाविभक्त्यां यद् प्रथमाविभक्त्याम् अस्ति तदेव उक्तं खलु. अत्र प्रथमाविभक्त्यां किम् अस्ति? बहुवचनम् अत्र अस्ति यात्रिकाः. यतोहि दृष्टातोः योगे कर्म प्रयोज्यकर्तुः कर्मत्वं भवति दृशेश्च इति सूत्रेण. अतः अत्र प्रयोज्यकर्म एव उक्तं भवति वाक्ये. प्रयोज्यकर्म इत्युक्ते यात्रिकाः उक्तं भवति. यात्रिकाः उक्तं तिङन्तपदेन इति चेत् तयोः विभक्तिवचनं सर्वं समानं भवेत् खलु. पर्वतनेत्रा यात्रिकाः पर्वतं दर्श्यन्ते इति वाक्यम् दर्श्यन्ते. अस्तु अस्तु भवतेव अग्रिमं करोतु मीना भगिनी. धन्यवादः. पुत्राः तदेव वा पुत्राः अन्नं खादन्ति पुत्राः अन्नं खादन्ति प्रयोजककर्ता जननी अत्र खादिति धातु भक्ष्यर्थकधातु परन्तु आदिकाद्योर्न इति वार्तिकेन कर्मसंज्ञा निषिद्धं भवति तत्र कर्तरि तस्मात् जननी जननी पुत्रैः अन्नं खादयति न तु पुत्रान् अन्नं खादयति तत्र कर्मसंज्ञा न भवति वार्तिकेन उत्तमम् अस्तु वा उत्तमम् तदनन्तरं कर्मणि प्रयोगे जननी जनन्या पुत्राः शुद्धकर्मणि शुद्धकर्मणि वक्तव्यं वा शुद्धकर्मणि तत्र जननी पुत्राः पुत्रैः अन्नं पुत्रैः अन्नं खाद्यते खाद्यते समीचीनं सम्यक् कर्मणि प्रयोगे तत्र जनन्या अत्र विकल्प वार्तिकम् अस्ति बुद्धिपक्षार्थयोः शब्दकर्मणां च निजेच्छया इति वार्तिकेन विवक्षा अस्ति तत्र एकपक्षे जनन्या पुत्राः अन्नं खाद्यन्ते अथवा जनन्या पुत्रान् अन्नं खाद्यन्ते अन्नम् इति अत्र द्वितीयवाक्ये अन्नम् इति तत्र प्रथमाविभक्ति प्रथम जनन्या पुत्राः अन्नं खाद्यन्ते तत्र अन्नम् इति द्वितीयाविभक्ति विकल्पेन जनन्या पुत्रान् अन्नं खाद्यन्ते शुभदा भगिनी किम् अस्ति समीचीनमस्ति वा अस्ति वा भगिनि अत्र अस्मि भगिनि किं शुभदा भगिनि किं भगिनी किम् उक्तवती सम्यक् रीत्या न श्रुतवती भगिनी विजयलक्ष्मी भगिनी सहायं करोतु अत्र वार्तिकम् अस्ति अतः कर्मत्वं प्रयोज्य कर्तुः कर्मत्वं निषिध्यते वार्तिकेन अतः कर्तरिप्रयोगे तया उक्तं वाक्यं सम्यक् नासीत् कर्तृकर्णयोः तृतीया किल जननी पुत्रैः अन्नं खादयति शुद्धं नास्ति वा आदिकाद्योर्नप्रयोगे सम्यक् अस्ति खलु अतः कर्तरिप्रयोगे सम्यक् अस्ति वाक्यं जननी पुत्रैः अन्नं खादयति इति सम्यक् नास्ति वा सम्यक् कर्तरिप्रयोगे सम्यक् अस्ति कर्मणि प्रयोगे सम्यक् नास्ति कर्मणि प्रयोगे तु विकल्पेन भवति भगिनि न खाद्धातुः तु कर्मत्वं न भवति एव खाद्धातोः योगे प्रयोज्य कर्तुः कर्मत्वं नास्ति वार्तिकबलेन विकल्पेन भवति किल न अत्र किं स्मर्तव्यमिति चेत् कारिकायाः प्रयोगः कदा भवति यदा प्रयोज्यकर्तुः कर्मत्वं भवति तदा एव भवति. कर्मपदं द्वयं नास्ति चेत् कारिकायाः प्रयोगः तत्र किमर्थम्? अत्र भगिनी जनन्या पुत्रैः अन्नं खाद्यते इति एव भवेत्. जनन्या पुत्रैः अन्नं खाद्यते, खाद्यते इति भवेत्. मीना भगिनी अवगतं वा? न अवगतं, किमर्थम्? न पश्यतु, कारिका किं वदति? बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया प्रयोज्य कर्मणि अन्येषां यन्तायां लादयो मताः इति. तत्र भक्षार्थधातु अत्र अत्र पश्यतु, कारिकायाः प्रसङ्गः कदा भवति? यदा प्रयोज्य कर्तुः कर्मत्वं भवति तदा. यदा कर्मत्वमेव न लभ्यते चेत् तत्र तिङ् प्रत्ययेन उक्तं वा अनुक्तं वा इति विषयः एव नास्ति खलु. अत्र कारिकायाः प्रसङ्गः कः? अत्र किं कर्मपदं तिङ् प्रत्ययेन उक्तम् इति एव प्रसङ्गः खलु. प्रयोज्यकर्म तिङ् प्रत्ययेन उक्तं वा न वा इति प्रसङ्गः. अत्र तु प्रयोज्यकर्मत्वमेव न लब्धं खलु, यतोहि वार्तिकेन निषिद्धम्. कर्तृप्रयोगे इति नास्ति, सर्वत्र निषिद्धम्. अत्र वार्तिके किमपि न उक्तं, कर्तृप्रयोगे एव निषिद्धम् इति नास्ति. सूत्रम् अत्र यानि यानि सूत्राणि, यानि यानि वार्तिकानि सन्ति, तेषां सर्वेषां प्रयोगः सर्वत्र भवति, न केवलं कर्तृप्रयोगे. तत्र एव मम अवगतं नासीत्. सो तस्मात् जनन्या पुत्रैः अन्नं खाद्यते वा इति अस्ति सत्यम्. अस्तु, धन्यवादः. धन्यवादः. तर्हि अग्रे विनय महोदय. आं भगिनि, सेनापतिः सैनिकान् नयति, धातु अस्ति नय, नय धातुः नीवयोर्ण वार्तिकमस्ति. तत्र क्रमत्वं प्रयोज्यकर्तुः कर्मत्वं निषेधः. अर्थात् कर्तरी अस्ति राजा, यथा कर्तृत्वं नास्ति तर्हि तृतीया विभक्ति भवति, राजा सेनापतिना सैनिकान् अत्र ऋच् अस्ति. तदनन्तरं वयं जानीमः निधातु कथं प्रचलति, नाययति भवति, निच् नाययति भवति. राजा तेना पतिना सैनिकान् नाययति, नाययति कर्तृ. कर्मणि राज्ञा शुद्धकर्मणि, शुद्धकर्मणि द्वितीय शुद्धकर्मणि, शुद्धकर्मणि अर्थात् साधारणकर्मणि. अतः सेनापतिः सैनिकान् नयति, तर्हि कर्मणि कथं भवति? सेनापतिना सैनिकः नयति नास्ति, परन्तु अत्र नीयते प्रायः भवति, नीयते सेनापतिना सैनिकाः नीयते, नीयन्ते. प्रश्नोदयति कर्तृ अनुसरणं तर्हि तु नियन्ते भवति, नियते न भवति. क्षम्यताम्. इदानीं निजन्तप्रसङ्गे तर्हि कर्मणि निजन्तप्रसङ्गे राजा राज्ञा भवति तृतीया भवति. राज्ञा तेन राज्ञा सेनापतिः राज्ञा राज्ञा सेनापतिः सैनिकान् अत्र नाययति आधारेण नाययते भवति. अत्र यथा नाययते अर्थात् न य हलन्त तर्हि य सम्पूर्ण तर्हि ते अस्ति नाययते भवति. नाययते नाययते भगिनि केवलं न य हलन्त य सम्पूर्ण ते. सम्यक् सम्यक् सम्यक् उक्तं, परन्तु वाक्यं समीचीनं नास्ति. ओ इदानीं प्रयोजकर्तुः कर्मत्वम् अस्ति वा न वा? प्रयोज्यकर्तुः निधाधारेण कर्मत्वं न भवति, परन्तु तर्हि न भवति चेत् वाक्यं किं भवति? तर्हि मम प्रश्नः सर्वदा यदि यदि भगिनी जस् इदानीम् उक्तवती, तर्हि यदि कर्मत्वं न भवति तर्हि कर्मणि एव कर्मत्वं न भवति. तर्हि अत्र राज्ञा यदि कर्मत्वं न भवति तर्हि राज्ञा सेनापतिना सैनिकान् नाययते भवति. सैनिकान् इति न भवति तदानीं, तत् कर्म एव उक्तं भवति खलु. आश्चर्यं सैनिकान् कर्मणि प्रयोगे, कर्मणि प्रयोगे निजन्तप्रसङ्गे एकं कर्म तु उक्तमेव भवेत् कर्मद्वयम् अस्ति चेत्. अत्र तु एकमेव कर्म, अतः तदेव उक्तं भवति. अतः राज्य सैनिकान् राज्य सेनापतिना यत्र सेनापतिं तु न भवति वयं जानीमः. तर्हि द्वितीयकर्म गुणकर्म अस्ति सैनिकान्, तर्हि सैनिकाः नाययते. राज्ञा सेनापतिः सैनिकाः नाययते, तर्हि सैनिकपतिना. तत्र मम संशय भगिनी, अहं सम्यक् न जानामि, यथा अहं सर्व उदाहरणानि पठितवान्, परन्तु अत्र सम्यक्तया यदा भवती भवती अवदत् तर्हि अहं एब्सल्यूट्लि अवगच्छामि. पश्यतु अत्र किम् अस्ति इति चेत्, इदानीं सेनापतिः एव प्रयोज्यकर्ता, सेनापति प्रयोज्यकर्ता इति सामान्यव्यवहारः, प्रयोज्यकर्ता तस्य कर्मत्वं भवति न वा इति प्रश्नः. तत्र नीवह्योर्न इत्यनेन प्रयोज्यकर्तुः कर्मत्वम् एव न भवति. प्रयोज्यकर्तुः कर्मत्वं न भवति चेत् प्रयोज्यकर्ता इति एव तिष्ठति खलु. प्रयोज्यकर्ता इति एव तिष्ठति चेत् कर्मणि प्रयोगे तिङ् प्रत्ययेन कर्म एव उक्तं भवति, कर्ता न उक्तं भवति. अतः अनुक्तकर्तरि तृतीया एव भवति, अनुक्तकर्तरि तृतीया एव भवति. यथा प्रयोजककर्तुः यदा प्रयोजककर्ता अनुक्तः, अतः प्रयोजककर्तुः तृतीया विभक्तिः यथा भवति तथा एव प्रयोज्यकर्तुः अपि तृतीया एव भवति, राज्ञा सेनापतिना. इदानीम् अत्र शुद्धकर्म, शुद्धकर्म तु तस्य तु कर्मसंज्ञा अस्ति एव, तर्हि तदेव उक्तं भवति तिङ् प्रत्ययेन. अतः सैनिकाः नायन्ते, अत्र अनयोः पदयोः विशेषण अनयोः पदयोः विशेषणविशेषभावः अस्ति खलु. अतः तत्र वचनं लिङ्गं सर्व वचनम् अपि च किं वचनं समानं भवेत् अनयोः, इत्युक्ते तिङ् प्रत्ययः कर्म अनुसृत्य भवति. अतः सैनिकाः नायन्ते, सैनिकाः नायन्ते यत्र गौणकर्म गौणकर्म एव उक्तं भवति गौणकर्म उक्तं भवति गौणकः तर्हि एव प्रथमा विभक्ति भवति सैनिकाः परन्तु यथा सैनिकाः अस्ति तर्हि अनुसरणम् आधारे कर्म अनुसरणं तर्हि नायन्ते भवति धन्यवादः भगिनि सम्यक् तर्हि इदानीम् अग्रे उमा भगिनी वदति वा वदामि भगिनि सरिता जलं वहति प्रयोजककर्ता स्वामिनी कर्तरिप्रयोग सरिता जलं वहति तस्य निज तस्य कर्मणि प्रयोगः सरितया जलं वह्यते सारि उष्यते सारि उष्यते सरितया जलम् उष्यते सरित कर्मणि प्रयोग शुद्धकर्मणि प्रयोगे सरितया सरितया जलम् उष्यतोः किं रूपम् उष्यते इति वा इट्स् नाट् करेक्ट् वह्दातोः उह् इति कथं जायते इट् इस् वा धातु वा सम्प्रसारणम् सम्प्रसारणं सत्यं सत्यं सम्प्रसारणं भवति ओके देन् निजन्तप्रयोग स्वामिन्या सरितया जलम् उष्यते स्वामिन्या सरितया जलम् उष्यते कर्मणि कर्तरिप्रयोगे उक्तवती वा कर्तरिप्रयोगे ओ सारि कर्तरि निजन्तम् निजन्तम् ओके सारि ऐ डिण्ट् से देट् स्वामिनी सरितया सरितया जलम् सारि कर्तरिप्रयोगे स्वामिन्या सरितया जलम् उष्यते एव उह्यते इति धातुः कः तत्र वह् धातुः निचन् निज् निज् निच् प्रत्ययं योजयामः चेत् रूपं किं भवति वह् योगः निच् निच् वाहयते वाहयति वाहयति ओके वाहयति सो स्वामिन्या सरितया जलं स्वामिनी ओके स्वामिनी सरितया जलं वाहयति कर्मणि निजन्तं कर्मणि निजन्तं स्वामिन्या सरितया जलं जलम् उष्यते एव न मया कर्मणि प्रयोग कर्तरिप्रयोगे यद् रूपम् अस्ति तदेव अत्रापि स्वीकरणीयम् इति उक्तं खलु तत्र केवलं यकारात् पूर्वं यः अकारः तस्य लोपः ओके ओके ओके सो वाहयति वाह्यते तावदेव स्वामिन्या सरितया जलं वाह्यते इति तावत् अस्तु सम्यक् भगिनी अत्र नियन्ता न भवति वा स्वामिनी तदेव प्रश्नः वदतु कथं नियन्ताय अस्ति इति इत्युक्ते वह् धातोः कृते निवह्युर्न इति निषेधः भवति किन्तु यदि प्रयोजककर्ता नियन्ता अस्ति चेत् सारथि इति इत्यस्य उदाहरणं दृष्टवन्तः तत्र सारथिः नियन्ता भवति तदि तदा न सारथिः न तत्र रथे यः उपविशति स्वामी इति स्वीकुर्मः चेत् नियन्ता भवति तदा कर्मपदं विकल्पेन भवितुम् अर्हति इति तत् सः अंशः अत्र कार्यं न करोति वा कथं कार्यं करोति अत्र इत्युक्ते तत्र वाहयति वाहयति इति यदा प्रयोगः भवति तदानीं तु प्रयोजककर्ता इति कश्चन भवति एव खलु तत्र सर्वत्र प्रयोजककर्ता तत्र नियन्ता इति वक्तुं न शक्यते खलु अत्र जलाहरणं यद् क्रियते तत्र किम् अस्ति नियन्त्रणम् सत्यम् इत्युक्ते तत्र अश्वाः आसन् अतः अश्वान् नियन्त्रणं करोति इति अत्र तु नियन्त्रणं नास्ति कस्यापि इति अस्तु स्वामी तत्र आदेशं ददाति स्वामिनी आदेशं ददाति जलाहरणं करोतु इति तर्हि तत्र सरिता जलाहरणं करोति तत्र नियन्त्रणं कुत्र अस्ति नियन्त्रणं कुत्रापि नास्ति आज्ञा एव अस्ति तत्र तर्हि तत्र सरिता किमपि नियन्त्रणकार्यं करोति चेत् जलस्य तदा वक्तुं शक्नुमः वा किं तत्र नियन्त्रणं कथं भवति इति प्रतिपादनीयं नियन्त्रणं कथं भवति इति प्रतिपादयति चेत् यत्किमपि भवितुम् अर्हति अत्र स्वामिनी नाट् यजमानी स्वामिनी मे बि इवन् सन्यासिनी न यः कोऽपि भवतु स्वामिनी यः कोऽपि भवतु परन्तु नियन्त्रणं कथं करोति इति तत्र नियन्त्रणम् अपि च आज्ञा अनयोः भेदः कः आज्ञा इत्युक्ते आदेशः तावदेव आदेशः नियन्त्रणम् इत्युक्ते यत् वस्तु तत्र अस्ति तस्य किमपि केनापि किं तत्र मार्गेण नियन्त्रणं करणीयम् इति जलस्य नियन्त्रणम् इत्युक्ते तत्र किमपि इत्युक्ते जलस्य प्रवाहं स्थगयतु इति तु न भवति इत्युक्ते सरिता जलाहरणं न जानाति स न जानाति इदानीं सः नियन्ता इति रूपेण पार्श्वे स्थित्वा स्वामी पार्श्वे स्थित्वा तस्य हस्तं गृहीत्वा एवं करोतु एवं करोतु एवं करोतु इति करोति चेत् तदानीं नियन्त्रणं भवितुमर्हति परन्तु तथा अस्ति वा अत्र तथा सूचितं वा वाक्ये न इत्युक्ते तत्र सारथेः विषये अपि तत्र सः वदति एव नियन्त्रणं करोतु अश्वान् इति खलु न न सः न वदति सारथि साक्षात् नियन्त्रणं करोति न सारथि न क्षमतां तत्र यत् रथस्य स्वामी अस्ति सः उक्त्वा एव नियन्त्रणं करोति अस्माकं वाक्यं किम् अस्ति तत्र सारथेः विषये किम् आसीत् तत्र वाक्यं तत्र अश्वान् तत्र वाहाः इति आसीत् वाहान् चालयति इति किमपि आसीत् सारथिः तत्र सारथिः सूतः सूतः वाहान् रथं वाहयति सूतः इत्युक्ते कः सारथिः साक्षात् सारथिः एव स्वामी नास्ति सारथिः यः रथं चालयति सः तत्र अश्वस्य नियन्त्रणं करोति यतोहि अश्वः यत्र कुत्रापि गन्तुं शक्नोति कुर्वन् अस्ति तदा भवति अस्तु कोऽपि यत् किमपि नियन्त्रणं कुर्वन् अस्ति तदा एव तस्य अप्लिकेशन् भवति अस्तु यतोहि तत्र वाहः यत्र कुत्रापि गन्तुं शक्नोति अतः सूतः तस्य निर्देशनं करोति अत्र गच्छतु इति तत्र नियन्त्रणम् अस्ति नियन्त्रणं वाक्यपूर्वमेव भवेत् इति वदति खलु अस्तु स्पष्टतया ज्ञातव्यं तत्र नियन्त्रणम् अस्ति इति अत्र तु न ज्ञायते जलाहरणविषये का नियन्त्रणं किम् अस्ति अश्वस्य विषये तु नियन्त्रणं सर्वैः बुध्यते खलु इति तथा अस्ति चेत् तत्र भवितुमर्हति अत्र तु न भवति वाक्ये नियन्त्रणं सूचितं चेत् अपि च अस्मिन् वाक्ये अन्यः एकः अर्थः अपि भवितुम् अर्हति भगिनि सरित् इति प्रातिपदिकम् अस्ति जलाशयः इति सरिता इति तत्र तृतीया भवति सरिता जलमोहति इति केवलं वदन्ति अस्मि परन्तु अत्र कर्तरिप्रयोगे वाक्यमस्ति सरिता जलं वहति इति वाक्यमस्ति खलु कर्तरिप्रयोगे तत्र उह्यते इति भवेत् सरिता जलम् उह्यते इति भवति सरिता जलम् उह्यते इति अस्ति चेत् तदानीं किमपि चिन्तयितुं शक्नुमः सत्यं सत्यं धन्यवादः. अस्तु अस्तु, तर्हि तत्र सरिता इति तु तृतीया नास्ति, सरितया इति एव तृतीया खलु. न, भगिनी वदति सरित् इति प्रातिपदिकं स्वीकृत्य. सरित् इति प्रातिपदिकं वा? हा, सरित् इति जलाशयः अस्ति इति अर्थे अस्ति. तत्र हलन्तपद प्रातिपदिकं प्रातिपदिकम् इति कृत्वा सरिता इति भवति. सत्यं सत्यं. सरिता नाम अपि भवति स्त्रीलिङ्गे. अत्र तु नाम एव अस्ति, अत्र तु नाम एव अस्ति. आम्, अग्रे करोतु भगिनि. आम् आं भगिनि, छात्रः श्लोकार्थं बोधति, प्रयोजककर्ता शिक्षकः. बुद्धातुः छात्रः श्लोकार्थं बोधति कर्तृप्रयोगः अस्ति. शुद्धकर्मणि छात्रेण श्लोकार्थः बुध्यते. निजन्तरूपं शिक्षकः छात्रं श्लोकार्थं बोध्यते. कर्तरी प्रयोगे वदति वा कर्मणि प्रयोगे वदति वा? क्षम्यतां, शिक्षकः छात्रं कर्तरीप्रयोगे, शिक्षकः छात्रं श्लोकार्थं बोध्यते. बोध्यते इति कीदृशरूपं? बोधयति, बोध्यते निजन्तरूपं, बोधयते बोधयते, क्षम्यतां, बोधयते. कर्मणि निजन्तरूपं, शिक्षकेन बुद्ध्यार्थकः अस्ति चेत् यथेच्छया ध्रुपद्वयं भवति. शिक्षकेन छात्रः श्लोकार्थं बोध्यते भवति. अन्यरूपं शिक्षकेन छात्रेण छात्रेण न शिक्षकेन छात्रं श्लोकार्थः बोध्यते. सम्यक्. अत्र बुद्ध्यर्थकधातुः इति कृत्वा छात्रः इति प्रयोजकर्तुः कर्म प्रति एकपक्षे उक्तं भवति, नो चेत् अनुक्तमपि भवति विकल्पेन. आम्, अस्तु, समीचीनम्. अस्तु, तर्हि शुभदा भगिनी अग्रे. आं भगिनि, विद्यार्थिनी गीतं पठति, प्रयोजककर्ता अध्यापिका इति दत्तं. विद्यार्थिनी गीतं पठति, गीतं पठति अतः शब्दकर्मकधातुः भवेत्. विद्यार्थिनी गीतं पठति तस्य कर्मणि प्रयोगे शुद्धकर्मणि. विद्यार्थिनी, विद्यार्थिन्या गीतं पठ्यते, विद्यार्थिन्या गीतं पठ्यते. णिजन्ते कर्तरीप्रयोगे शब्दकर्मकधातुः अस्ति इति कृत्वा अध्यापिका प्रयोज्यकर्तुः कर्म भवति. अध्यापिका विद्यार्थिनीं गीतं पाठयति इति भवति. णिजन्ते कर्मणि प्रयोजककर्तुः तृतीया विभक्ति, अतः अध्यापिकया अत्र विकल्पद्वयं भवेत्. अध्यापिकया विद्यार्थिनी गीतं पाठ्यते, विकल्पेन अध्यापिकया विद्यार्थिनीं गीतम् अत्र गीतमिति प्रथमा विभक्ते विभक्तिः पाठ्यते इति वाक्यद्वयं भवेत्। सम्यक् सम्यक् बहु समीचीनम् उत्तमम्। अत्र पट्टधातुः कीदृशः अत्र? अत्र शब्दकर्मकधातुः इति स्वीकर्तव्यं यतोहि गीतम् इति अस्ति तस्य धातोः कर्म शब्दरूपेण भवति इति कृत्वा। सम्यक् समीचीनम् अस्तु तर्हि इदानीं उषा भगिनी अग्रे। नमस्ते भगिनि। नमस्कारः। ज्येष्ठः इतिवृत्तं शृणोति। इतिवृत्तम् अर्थः कः भगिनि? इतिवृत्तं शृणोति। ओके, प्रयोजककर्ता कार्यकर्ता शृणोति शृणोति इति गत्यर्थकः नास्ति, बुद्ध्यर्थकः नास्ति, गति बुद्धि प्रत्यवसानार्थ नास्ति, शब्दकर्म नास्ति, शृणोति अकर्मक अकर्मकधातु अकर्मकधातु इति स्वीकृतं चेत् अकर्मकधातु अकर्मकधातु शृणो ओ ओ अत्र शृणोति इति कृते कर्म अस्ति। इतिवृत्तम् इतिवृत्तं शृणोति इतिवृत्तम् इत्युक्ते इन्सिडेण्ट् आर् इवेण्ट्। ओके ओके ओ इन्सिडेण्ट् ओके अस्तु भगिनि। इतिवृत्तं शृणोति सो कर्मत्वम् अस्ति इत्यनेन अकर्मकः नास्ति, गति नास्ति, बुद्धिः नास्ति, प्रत्यवसानार्थ नास्ति नास्ति शब्दकर्म ओ शब्दकर्म कुडिद्भि शब्दकर्म पाठयति श्रावयति शब्दकर्म एव शब्दकर्म ओके सो श्रुधातु श्रावयति एव ओके शब्दकर्म इति कृते गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् अणिकर्ता स णौ इत्यनेन शृणोति इति शब्दकर्मकधातु इति कृते प्रयोज्यकर्ता कर्मत्वं भवति। अत्र प्रयोज्यकर्ता ज्येष्ठः कर्तरि निच् इति कृते निजन्तप्रयोगे कर्तरि कार्यकर्ता ज्येष्ठम् इतिवृत्तं श्रावयति। कार्यकर्ता ज्येष्ठम् इतिवृत्तं श्रावयति इति कर्तरि निच् प्रयोगम्। शुद्धकर्मणि श्रुधातु शृणोति शृणोति श्रुधातु श्राव्यते श्रूयते श्रूयते आं भगिनि धन्यवादः श्रूयते श्रूयते इति वृत्तम् इति ऐ गेस् करुणा नपुंसकलिङ्गं ज्येष्ठेन शुद्धकर्मणि ज्येष्ठेन इतिवृत्तं श्रूयते ज्येष्ठेन इतिवृत्तं श्रूयते इति शुद्धकर्मणि। शब्दकर्मकधातु इत्यनेन कारिकया कर्मणि णिच् कर्मणि प्रयोगे निजेचया इत्यनेन वाक्यद्वयं भवति। ज्येष्ठः इति वृत्तं शृणोति ओके कार्यकर्ता कार्यकर्ता इति कृते कार्यकर्ता इति कर्त्रा कार्यकर्त्रा कार्यकर्त्रा इतिवृत्तं शृणोति। इतिवृत्तम् इति उक्तः चेत् श्रावयति सो श्राव्यते इतिवृत्तं श्राव्यते श्राव्यते इत्यनेन इतिवृत्तम् उक्तः भवति सो उक्तः भवति चेत् इतिवृत्तम् इति उक्तः सो प्रथमा विभक्ति भवति। कार्यकर्त्रा ज्येष्ठः इति कृते उक्तः न भवति सो उक्तः न भवति इत्यनेन कर्मत्वमेव लभ्यते खलु जानाति वदतु कार्य कार्य भगिनी क्लेशः क्लेशः नास्ति भवती सम्यक्तया उक्तवती केवलं कान्फिडेन्स् नास्ति वदतु आम् कार्यकर्त्रा इतिवृत्तं श्राव्यते ज्येष्ठः इति कृते ज्येष्ठं कार्यकर्त्रा ज्येष्ठम् इतिवृत्तं श्राव्यते श्राव्यते इत्यनेन इतिवृत्तमेव उक्तः भवति प्रथमाविभक्ति सम्यक् ज्येष्ठः इति ज्येष्ठः प्रयोज्यकर्ता उक्तं भवति चेत् श्राव्यते सो देन् कार्यकर्त्रा इतिवृत्तमेव भवति इतिवृत्तम् अत्र द्वितीया विभक्ति भवति नौ ज्येष्ठः शुड् बि उक्ता भवति कार्यकर्त्रा श्राव्यते श्राव्यते इत्यनेन ज्येष्ठः एव ज्येष्ठः इति वृत्तं श्राव्यते कार्यकर्त्रा ज्येष्ठः इति वृत्तं श्राव्यते सम्यक् समीचीनं पश्यतु भवती सर्वं जानाति भगिनी बहवः ऐ मिस्ड् सो मेनि क्लासस् सो ऐ एम् सो मेनि वार्तिकास् आर् देर् अण्ड् सो मेनि न न सम्यक् सम्यक् धन्यवादः इदानीं विजयलक्ष्मी भगिनी अग्रे आं भगिनि वृद्धः पतति प्रयोजककर्ता बालकाः वृद्धः पतति इत्यत्र अकर्मकधातु अतः अत्र गतिबुद्धि इत्यस्य प्रयोगः भवति बालकाः वृद्धं पातयन्ति इति निजन्तप्रयोगः कर्तरि शुद्धकर्मणि वृद्धेन पत्यते निजन्तकर्मणि बालकैः वृद्धः पात्यते सम्यक् सम्यक् समीचीनम् अग्रे वंशी भगिनी आम् आं भगिनि अस्तु शिष्यः धर्मं भाषते प्रयोजककर्ता शिक्षकः तत्र धर्मं भाषते तत्र तु शब्दकर्म इति भवितुम् अर्हति इति चिन्तयामि भाषा तु किमपि नास्ति न तत्र निषेधः नास्ति भाषते इति शब्दकर्म एव भवितुम् अर्हति अतः तत्र अस्तु प्रयोजकर्तुः कर्मत्वं प्राप्नोतु प्रथमं तु कर्तरिप्रयोगे शिक्षकः शिष्यं धर्मं नो शुद्धकर्म तत् शिष्यः धर्मं भाषते शिक्षकः शिष्यं धर्मं भाषयते इति कर्तरिप्रयोगे कथं तत्र प्रयोजकर्तुः कर्मत्वं शब्दकर्म इति उक्तं वा हा शब्दकर्म धर्मम् इति नास्ति वा शब्दकर्म नास्ति वा धर्मः इति तादृशं तादृशं नास्ति खलु कथा इति एव अस्ति वा धर्मः शब्दकर्म धर्मं वदति इत्यर्थः खलु शिष्यः धर्मं वदति हा सत्यं धर्मं वदति इत्यत्र कुत्र अस्ति शब्दकर्म कथा गीतामेव नास्ति वा धर्मः इति सर्वदा तत्र शब्दरूपेण अस्ति वा तत्र इति तत्र यथा कर्ता इति वृत्तम् इत्यस्य तथा अस्ति वा समीचीनं तत्र कथा नो चेत् वेदं वेदः अस्तु तत्र शब्दकर्म नास्ति अतः तत्र प्रयोज्यकर्तुः कर्मत्वं न प्राप्नोति अतः प्रथमं तु पुनः वदामि कर्तृप्रयोगे शिष्यः धर्मं भाषते निजन्तवाक्यं सामान्यतया न भवति सामान्यतया सूत्रेण तु न भवति खलु गतिबुद्धिप्रत्यवसानार्थमस्ति हा न तर्हि परन्तु जल्पनं भाषयन्ति भवति वा जल्पति जल्पति प्रभृतीनाम् उपसङ्ख्यानम् इति वार्तिकेन तत्र अहं चिन्तित शब्दकर्मः तत्र मम जल्पनम् इत्यस्य विषये चिन्तनं न आसीत्। अस्तु, जल्पति प्रभृति उपसङ्ख्यानम् इत्यनेन तत्र विकल्पेन रूपद्वयमपि भवितुम् अर्हति। तत्र कर्तृप्रयोगे प्रथमतया वदतु, कर्तृप्रयोगे तु प्रथमं तु कर्तृप्रयोगे शिष्यः धर्मं भाषते, शिक्षकः उपसङ्ख्या इत्युक्ते एकवारं शिष्यं शिक्षकः शिष्यं धर्मं भाषयते इति निजन्तवाक्यं भवति कर्तृप्रयोगे। कर्मणि प्रयोगे किं भवति इत्युक्ते शिष्येन धर्मः शुद्धकर्म शुद्धकर्म हा हा तदेव शिष्येन धर्मः भाष्यते इति भवति। तत्र कर्मणि प्रयोगे प्रयोजकर्ता इति भवति चेत् तत्र शिक्षकेन तत्र शिक्षकेण तत् न उक्तवती वा, क्षम्यतां, शिक्षकेण तत्र शिष्यः शिष्यः धर्मं भाष्यते इति भवति। सम्यक्, समीचीनम्, उत्तमं, समीचीनमस्ति। शिक्षकेण शिष्यः धर्मं भाष्यते, अत्र तु बुद्ध्यर्थकः नास्ति, पक्षार्थकः नास्ति, शब्दकर्मकः अपि नास्ति, परन्तु प्रयोजकर्तुः कर्मत्वम् अस्ति इति कृत्वा प्रयोजकर्म एव उक्तं भवति। अस्तु, तर्हि इदानीम् अग्रे शोभाभगिनी अग्रे। आं भगिनि, अग्रे दोषान् परिहृत्य शुद्धवाक्यं कर्तरिप्रयोगे कर्मणि प्रयोगे च उच्यताम् इति वाक्यमस्ति। कृषिवलः कर्मकरं गां बन्धयति इति, तत्र कर्तरिप्रयोगे निजन्तवाक्यं भवति चेत् कृषिवलः इति न भवति, तत्र प्रथमं प्रयोज्यकर्तुः अस्ति कर्मकरः, कर्मकरः गां बन्धयति इति कर्तरिवाक्ये भवति, तदेव कर्मणि शुद्धकर्मणि भवति चेत् कर्मकरेण गौः न कर्तरिप्रयोगे। पुनः वदतु वाक्यं, निजन्तकर्तरि उक्तवती वा, निजन्तकर्तरि निजन्तकर्तरी भवति चेत्, हा इत्युक्ते तत्र प्रथमं दोषः कुत्र इति वदनीयं खलु भगिनि। तत्र यत् वाक्यं दत्तमस्ति तत्र कृषिवलः तत् कर्तरी अस्ति, किन्तु निजन्तकर्तरी अस्ति, कृषिवलः कर्मकरेण गां बन्धयति इति भवेत्। सत्यं सत्यं, हा, तदनन्तरं शुद्ध केवलं तत्र कर्तरी वाक्यं भवति, किं तत्र प्रयोज्यकर्तुः कः इति चेत् कर्मकरः, अतः कर्मकरः गां किं बध्नाति इति भवति, कर्मकरः गां बध्नाति। इदानीं कर्मकरेण गौः बध्यते, बध्यते, तत्र नकारस्य लोपः भवति। इदानीं निजन्तवाक्यं कृषिवलः कर्मकरेण गां बन्धयति, बन्धयति इत्यनेन न निजन्त एव कर्तरि एव, हा, कृषिवलः तत्र तिङ्प्रत्ययेन उक्तः, इदानीं कर्मकरः तत्र गामिति कर्मपदं, कर्मकरः इत्यस्य तृतीयविभक्तिः भवति। निजन् कर्मणि प्रयोगे इदानीं बन्दिति धातुः, बन्दिति धातुः बन्धने संयमने, अस्तु, बन्धने भवति, अतः किं भवति गतिबुद्धि प्रत्यवसान, अपि च सकर्मक धातुः इति सकर्मकधातुः अस्ति, अकर्मकः अपि नास्ति, किन्तु अतः तत्र तस्य अपि च केनापि वार्तिकेण अपि न उक्तं भवति बद् इति धातोः कृते प्रयोजकर्तुः कर्मत्वं भवेत् इति, किन्तु तत्र तर्हि इदानीं कृषिवलः कर्मपदम् एकमेव अस्ति खलु? एवं चिन्तयति कर्तरी प्रयोगे भवती भवत्या निर्णयं कृतवती खलु अत्र कर्म किम् इति, तर्हि कर्मणि प्रयोगे अपि तथैव अस्ति. सत्यं सत्यं, हा क्षम्यताम्, कर्तरिप्रयोगे उक्तवती कृषिवलेन कृषिवलः कर्मकरेण गां बन्धयति इति. तत्र कर्म कर्तरि एकमेव कर्मपदं, तर्हि तत्र कृषिवलेन कर्मकरेण गां बध्यते, गौः बाध्यते, कृषिवलेन कर्मकरेण प्रथमविभक्तौ भवेत् इदानीं कर्मपदं गौः. बन्ध् इति धातोः किं तत्र बन्धयति एव बध्यते इति एव भवति, कृषिवलेन कर्मकरेण गौः बध्यते. बध्यते इति किमर्थं? बन्ध् इति धातुः क्रियते, बन्ध्यते, क्षम्यताम्, बन्ध्यते. पुनः वदतु वाक्यं. कृषिवलेन कर्मकरेण गौः बन्ध्यते. अत्र कर्मणि प्रयोगस्य विषये भवतां सर्वेषां तत्र कश्चन भ्रमः अस्ति इति भाति. केचन सम्यक्तया अवगतवन्तः, तत्र केषाञ्चन तत्र तु कश्चन भ्रमः अस्ति. तत्र कः भ्रमः इति पुनः अत्र पुनस्मरणत्वेन कः वदति? अत्र पुनः कर्मणि प्रयोगे कथं चिन्तनीयम् इति कोऽपि वदतु. अहं प्रयत्नं करोमि भगिनि, वदतु. मम भ्रमः तु अस्ति तत्र. अस्तु, कर्मणि प्रयोगे कथं भवनीयम् इत्युक्ते तत्र यत् भवत्या दर्शितं, प्रथमं तत्र वार्तिकेन वा सूत्रेण वा इति, इत्युक्ते प्रथमं गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण अथवा वार्तिकेन वा प्रयोज्यकर्तुः कर्मत्वं भवति वा इति द्रष्टव्यं. प्रयोज्यकर्तुः कर्मत्वं भवति चेत् तदा एव अस्माकं कारिका कार्यं करोति, तस्य प्रसङ्गः भवति. बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया इति वार्तिकं तत्. तर्हि इदानीं तस् अस्यां वार्तिकायां ये धातवः उक्ताः सन्ति, बुद्धि बुद्ध्यर्थकधातवः, भक्षार्थकधातवः, शब्दकर्म कर्मकधातवः सन्ति चेत् निज इच्छया विवक्षानुसारं प्रयोज्यकर्तुः कर्मत्वं भवति एकस्मिन् पक्षे, नो चेत् कर्तृत्वं भवति. कर्मत्वं भवति नास्ति, कर्तृत्वं नास्ति, कर्मत्वमेव, परन्तु उक्तं वा अनुक्तं वा इति विषयः. क्षम्यतां, कर्मत्वं भवति किन्तु उक्तं वा अनुक्तं वा इति. उक्तम् इति इच्छा भवति भवेत् चेत् तस्य प्रथमविभक्तिः भवति, नो चेत् गौणकर्मस्य प्रथमविभक्तिः भवति, प्रयोज्यकर्तुः द्वितीया एव भवति तत्र. अपि च गत्यर्थक अकर्मक अन्येषां धातूनां कृते एकमेव प्रयोगः, विकल्पः नास्ति. अत्र तु कर्म प्रयोज्यकर्तुः कर्मत्वम् एव भवति, तदेव उक्तकर्म भवति, अतः तत्र प्रथमविभक्तिः एव भवति. अन्येषां सर्वेषां धातुः इति नास्ति, अन्ये दातवः येषां कर्मत्वं लभ्यते येषां कर्मत्वं लभ्यते इत्युक्ते प्रयोजकर्तुः कर्मत्वं येषां लभ्यते वार्तिकेन वा सूत्रेण वा इदानीम् अन्ये ये दातवः येषां तु कर्मत्वमेव न लभ्यते प्रयोजकर्तुः तत्र किं भवति तत्र केन तत्र येषां धातूनां कर्मत्वं न भवति सूत्रेण वा वार्तिकेन वा अथवा निषिद्धं भवति गतिबुद्धिप्रत्ययसाना इत्यनेन कर्मत्वं विहितं चेदपि केनापि अन्यवार्तिकेन निषिद्धं भवति चेत् तेषां धातूनां कृते प्रयोज्यकर्ता तिङ्प्रत्ययेन अनुक्तः कर्मणि प्रयोगे इति कृत्वा सर्वत्र तृतीयाविभक्तिः एव भवति कदापि तत्र प्रथमविभक्तिः न भवति प्रयोज्यकर्तुः सम्यक् भवती सम्यक्तया अवगतवती परन्तु वाक्यस्य अभ्यासः करणीयः खलु आं भगिनि इत्युक्ते कर्तरीप्रयोगे कर्मत्वम् अस्ति इति निर्णयं कृतवती चेत् पुनः कर्मणि प्रयोगे कर्मत्वम् अस्ति वा नास्ति वा इति चिन्तनस्य आवश्यकता एव नास्ति प्रथमतया एव धातुः कीदृशः इति अस्माकं मनसि अस्ति चेत् बन्ध् इति धातुः अस्ति अत्र बन्ध् इति धातुः कीदृशः गत्यर्थकः नास्ति बुद्ध्यर्थकः नास्ति अकर्मकः नास्ति शब्दकर्मकः नास्ति किमपि नास्ति आर्थिकमपि नास्ति अतः प्रयोजकर्तुः कर्मत्वमेव न भवति कर्तृत्वमेव भवति कर्तृत्वमेव भवति चेत् कर्तरीप्रयोगे वा भवतु कर्मणि प्रयोगे वा भवतु तृतीयाविभक्तिः एव भवति अतः क्लेशः एव नास्ति तर्हि कर्मणि प्रयोगे तर्हि शुद्धकर्म एव उक्तं भवति एकमेव कर्म अस्ति खलु सत्यं सत्यं अतः आदौ धातुः कः इति वयं पश्यामः धातुः कः कर्मत्वं भवति वा न वा भवति चेत् कर्तरीप्रयोगे द्वितीयाविभक्तिः भवति तर्हि कर्मणि प्रयोगे तस्य प्रथमाविभक्तिः वयं स्वीकुर्मः चेत् प्रयोजकर्तुः कुत्रापि दोषः न भवति कर्मत्वं भवति चेत् एकं वाक्यं तु सम्यक् एव अस्ति खलु कुत्रचित् विकल्पः भवति यदि तदपि वयं न जानीमः तर्हि प्रयोजकर्तुः कर्मत्वम् इति सर्वदा वयं स्वीकुर्मः चेत् प्रयोजकर्तुः कर्मत्वं यत्र लब्धं तत्र तु उक्तं तिङ्प्रत्ययेन उक्तम् इति चेत् सर्वदा प्रथमाविभक्तिः एव भवति अतः प्रथमाविभक्तिं स्वीकृत्य वयं व्यवहारं कर्तुं शक्नुमः इत्युक्ते वाक्यस्तरे यदा वयं झटिति वाक्यं वक्तुम् इच्छामः तदानीम् एतादृशविलम्बः न स्यात् ओ अत्र किं भवति तृतीया भवति वा द्वितीया भवति वा इति सर्वं वयं चिन्तयामः चेत् ययोः मध्ये सम्भाषणं प्रवर्तते अन्यः गच्छति एव यतोहि वयं चिन्तयन्तः स्मः किं भवति तत्र इति प्रथमा वा द्वितीया द्वितीया वा इति खलु अतः झटिति कथं चिन्तनीयम् इति झटिति कथं चिन्तनीयम् इति तत्र सर्वैः अभ्यासः करणीयः खलु आं भगिनि अभ्यासस्य तु आवश्यकता अस्ति एव सम्यक् स्मरणे तिष्ठयति इति सत्यम् अस्तु तर्हि इदानीम् अग्रे मीना भगिनि अग्रिमम् अस्ति वा मीना भगिनि अस्तु तर्हि उषा भगिनि अस्तु भगिनि स्वामी भृत्यं भारं नाययति नाययति नी धातु नाययति इति कर्तरिणिच् नी वह्योर्न इति वार्तिकेन नी धातोः कृते प्रयोज्यकर्तुः कर्मत्वं न भवति इत्यनेन स्वामी भृत्यं नास्ति स्वामी भृत्येन भारं नाययति कर्तरि निच्प्रयोगे कर्मणि निच्प्रयोगे भृत्येन इत्यनेन कर्तरि निच्कृते भृत्येन इत्यनेन कर्मणि निष्कृते अपि नाय् भारमेव उक्तं भवितुम् अर्हति सो स्वामिना भृत्येन भारं नपुंसकलिङ्गं नायते इति रूपं भवति एकमेव रूपं भवति नायते नायते स्मृत्य स्वामिना भृत्ये भारमिति नपुंसकलिङ्गे नास्ति खलु ओ भारः ओ भारः नायते देन् ओके पुनः वदतु वाक्यं स्वामिना भृत्येन भारः नायते नीयते खलु महोदय दट् शुद्धकर्म भगिनी अपि अस्ति शुद्धकर्मणि नीयते इदानीं निजन्तकर्मणि अस्ति खलु अस्तु भवती अपि अस्ति इति न मया दृष्टम् अस्तु इदानीं क्षम्यतां महोदय विलम्बेन विलम्बेन आगतवती बहिः आसम् अग्रिमं वदतु अग्रिमं वदतु धन्यवादः विजयभगिनी वदति वा अग्रिमम् आं महोदय महेशः हरिषाय श्लोकं पाठयति अस्तु अत्र हरिषाय इति नामपदं हरिषाय इत्युक्ते किं महोदय अत्र हरिष् अस्तु हरिषाय अत्र वाक्ये दोषः अस्ति वा न वा इति प्रथमं वक्तव्यम् आमां दोषान् परिहृत्य अस्तु अत्र हरिणा श्लोकं पठ्यते हरिणा वा हरिषेण खलु महोदय हरिषेण अत्र वाक्यदोषः अस्ति वा न वा महेशः हरिषाय श्लोकं पाठयति वाक्यदोषः अस्ति वा न वा आं पाठयति इति निजन्तप्रयोगमस्ति परन्तु अत्र निजन्तमस्ति चेत् अत्र तृतीय आगन्तव्यं परन्तु कुत्रापि अत्र न भवती सर्वं विस्मृतवती अस्तु तत्र सूर्यकुमारी भगिनी किञ्चित् सायं करोतु भगिनि महेशः हरिषाय श्लोकं पाठयति पठतु शब्दकर्म भवति श्लोकं पाठयति इति चेत् हरि कर्मत्वम् उक्तं शब्दकर्म अस्ति चेत् यदेच्छया अपि भवति मैत्रीप्रयोगे वाक्यं किं तत्र शुद्धवाक्यं किं वाक्ये दोषः अस्ति वा कुत्र अस्ति दोषः समीकरणीयं चेत् किं भवति वाक्यं हरिषाय दोषः अस्ति महेशः हरिषं श्लोकं पाठयति सम्यक् हरिषम् इति स्यात् यतोहि पटधातुः शब्दकर्मकः शब्दकर्मकः इति कृत्वा हरीश् इति प्रयोज्य कर्तुः कर्मत्वम् इति कृत्वा द्वितीयविभक्तिः अस्तु कर्मणि प्रयोगे कर्मणि प्रयोगे महेशेन हरिषेण श्लोकः पाठ्यते हरिषेण इति कथं क्षम्यतां भगिनि महेशेन हरिषं श्लोकः पाठ्यते एकमेव वाक्यं वा अन्यत् रूपं महेशेन हरिषः श्लोकं पाठ्यते सम्यक् अत्र पटधातुः शब्दकर्मकः इति कृत्वा कारिकया रूपद्वयम् अस्तु तर्हि अन्तिमं कुर्मः शुभदा भगिनी आं भगिनि माता पुत्रं पाषाणं क्षेपयति माता पुत्रं पाषाणं क्षेपयति अत्र क्षिप इति धातुः क्षिप इति धातुः गतिबुद्धिप्रत्यवसानार्थकर्म कर्मकाणां अस्मिन् आवल्यां नास्ति पुत्रः पाषाणं क्षिपति पुत्रेण पाषाणः क्षिप्यते इति तस्य कर्मणि शुद्धकर्मणि भवेत्। निजन्ते माता पुत्रेण पाषाणं क्षेपयति, शुद्धीकर्तव्यं खलु तत्र माता पुत्रं पाषाणं क्षेपयति, अत्र माता पुत्रेण पाषाणं क्षेपयति इति तस्य शुद्धीकरणं। तस्य कर्मणि प्रयोगे मात्रा पुत्रेण पाषाणः क्षेप्यते इति भवेत्। सम्यक् समीचीनं, तर्हि अत्र स्थगयामः। तत्र मम प्रार्थना अस्ति पुनः सर्वैः अभ्यासं किञ्चित् अभ्यासं कृत्वा आगच्छन्तु, यतोहि अत्र नूतनं किमपि नास्ति खलु, यदस्माभिः पठितं तदेव, तस्य एव अस्ति विचारः। तर्हि तत्र यद् पठितं तस्य यावत्पर्यन्तम् अस्माकम् अन्ते न जायते तावत्पर्यन्तं वाक्यरूपेण न आगच्छति, क्लेशः एव भवति। अतः नियमः कः इति सम्यक्तया मनसि अस्ति चेत् कुत्रापि क्लेशः न भवति। अतः किञ्चित् दृष्ट्वा आगच्छन्तु अग्रिमसप्ताहे। इतोपि तत्र कतिचन वाक्यानि एव सन्ति, तत् परिसमाप्य अस्माकं मूलपाठं प्रति गच्छामः, निजन्तप्रयोगः इति। अस्तु तर्हि अत्र स्थगयामः। अत्र एकः लघुप्रश्नः, तत्र शिक्षकेन इति उक्तवती भवती, परन्तु बहुवारं शिक्षकेन नकारः इति दृश्यते बहुवारं, तत्र किमर्थं शिक्षकेन नणत्वं किमर्थं न भवति इति न जाने, परन्तु नकारः एव दृश्यते बहुत्र, किमपि कारणमस्ति। बहुवारं दृष्टवती लेखे वा शिक्षकेन इति दृष्टं वा? शिक्षकेन इति एव स्यात्, हा इति एव शिक्षकेन इति तत्र दोषाय अस्ति, यतोहि तत्र नित्व णत्वस्य विषये वैकल्पिकत्वं नास्ति खलु, नास्ति तत्र णत्वं तु जायते एव, किमर्थं शिक्षकेन इति उक्तम्? न जानामि भगिनि, परन्तु चिन्तयामि भगिनि, अत्र किमपि तत्र सूत्रं तत्र नास्ति इति चिन्तयामि खलु, सूत्रं तादृशं किमपि नास्ति, नास्ति मया तु न ज्ञातं, परन्तु शिक्षकेन इति तत्र शिक्षकेन इति एव सम्यक्। कोशे किं कथमस्ति, कुत्रचित् अस्ति वा कोशे? द्रष्टव्यं, न दृष्टवती, शिक्षकेन इत्येव अस्ति भगिनि, णत्वम् अस्ति वा? संसाधनी इति तत्र णत्वम् अस्ति, दृष्टवती वा? तर्हि तत्तु दोषाय भवेत् भवति अभवत् इति तत्र बहुत्र दोषाय स्यात्। अस्तु भगिनि, धन्यवादः। तर्हि धन्यवादः, नमस्कारः। नमस्कारः भगिनि, धन्यवादः।